सर्वेभ्यः नमो नमः। अस्माकम् अध्यायः आसीत् विसर्गस्य उच्चारणम्। तत् षड्नवतिः अध्यायः आसीत्, भाषापाकः पुस्तकस्य। तर्हि वयं पठितवन्तः विसर्गः अस्ति चेत् विसर्गस्य उच्चारणं कथं भवति, कुत्र। तर्हि तत्र विसर्गः भवति, कुत्र विसर्गसन्धिः भवति। विसर्गसन्धिः इत्युक्ते रूपविकारः इति भवति। तर्हि वासरि इति पठितवन्तः गतसप्ताहे। तर्हि कुत्र कुत्रापि अस्माकं तत्र अर्ध उच्चारणं भवति, कुत्र कुत्र जिह्वामूलीयः भवति। तर्हि अत्र का व्यवस्था, कुत्र किं करणीयं विसर्गस्थाने, तस्मिन्नेव सन्दर्भे अस्माकं उपस्थापनम् अस्ति अश्लेषमहोदयस्य। महोदय कृपया। आम् अत्र अहं प्रयत्नं करोमि। विसर्गस्य उच्चारणं कथं भवति, तर्हि तत्र पूर्वे वयं पठितवन्तः संहिता किम् अस्ति। तर्हि अत्र पदद्वयं सन्निधौ अस्ति, तस्य तयोः निकटता अस्ति चेत् यदि कोऽपि निरन्तर तस्य उच्चारणं कर्तुम् इच्छति तर्हि तत्र संहिता भवति। यथा यानम् आगतं तत्र एतत् शुद्धसंहिता भवति, तत्र कोऽपि विकारः नास्ति। तस्य अन्यद्भागमस्ति यदि विकारः अस्ति चेत् सन्धिः भवति। तर्हि अत्र शिष्यस्य प्रश्नम् आसीत् यदि गीते वयं केचन संहिता कर्तुम् इच्छामः चेत् तत् कथं भवति विसर्गसन्दर्भे। तर्हि आचार्य वदति गीतेषु अपि श्लोकानिव संहिता कर्तव्यं, यथा श्लोकेषु सर्वदा कर्तव्यं तथा एव गीते अपि। तर्हि शिष्यस्य उदाहरणानि सन्ति। प्रथममस्ति ततः गत्वा, तर्हि आचार्य वदति तत् भवति ततो गत्वा। अत्र भाट्टसूत्रेण वयं कर्तुं शक्नुमः अतः परस्य विसर्जनीयस्य अति हसि च उत्वम्। तर्हि अत्र ततः गत्वा अस्ति, तर्हि अतः परस्य अस्ति, विसर्गस्य पूर्वे अ इति अस्ति, ततः विसर्गस्य पूर्वे अ अस्ति। अनन्तरं गत्वा अस्ति, तत्र ग अस्ति चेत् हसि अस्ति, यत्र मृदुव्यञ्जनानि सन्ति हसि इत्युक्ते। तर्हि विसर्गस्य स्थाने उकारम् आगच्छति, तर्हि भवति तत अधिकम् उकारम् अधिकं गत्वा, तर्हि तत्र गुणसन्धिः भवति, तर्हि भवति ततो गत्वा। एतत् नित्यं भवति, तत्र कोऽपि अपवादः नास्ति, कोऽपि विकल्पः न भवति। यदि ततः गत्वा गीतेषु अथवा श्लोकेषु तस्य प्रयोगं कुर्मः चेत् सर्वदा ततो गत्वा इति भवति। अन्यथा यदि कोऽपि वाक्ये वा वदनसमये ततः गत्वा समीचीनं भवति, परन्तु अत्र यदि गीतेषु वा श्लोकेषु वा संहिता अस्ति चेत् नित्यमेव भवति। तदनन्तरं शिष्यस्य अन्यत् उदाहरणमस्ति जाताः सर्वे, तत्र कीदृशः भवति। तर्हि आचार्य वदति तत्र तत् वयम् अनन्तरं पश्यामः, परन्तु विसर्जनीयस्य सः खरि कखपेतु विसर्गः इति भाट्टसूत्रेण वयं पूर्वे पठितवन्तः। तत्र यदि विसर्गः अस्ति, तस्य अनन्तरं खरि अस्ति, खरि इत्युक्ते सर्वे कर्कषव्यञ्जनानि, तर्हि विसर्गस्य स्थाने सकारम् आगच्छति। तर्हि यत्र भवति जातास्सर्वे, एकं विकल्पः अस्ति जातास्सर्वे, जाताः सर्वे, जातास्सर्वे। तत्र अन्यदपि व्यवस्था अस्ति, यदि अग्रे शकारमस्ति वा तर्हि सकारस्य अपि शकारं भवति. सामान्यतया वयं वक्तुं शक्नुमः द्वित्वं भवति, परन्तु अत्र उदाहरणे केवलं सकारः अस्ति अग्रे चेत् जातास्सर्वे एकः विकल्पः अस्ति. तर्हि अनन्तरं पाणिनिसूत्रमस्ति वाशरि. तर्हि अत्र एतत् सूत्रेण सः विकल्पेन विकल्पं ददाति. यदि अग्रे शर् अस्ति, शर् इत्युक्ते शकारं तालव्यशकारं मूर्धन्यशकारम् अथवा दन्त्यसकारं, तर्हि विकल्पेन विसर्गस्य पूर्ण उच्चारणं भवति, तत्र तिष्ठति एव विसर्गः. तर्हि जाताः सर्वे इति अपि समीचीनं. तदनन्तरम् अन्यत् अपि अस्ति, तत्र अन्यत् सूत्रमस्ति, अत्र न दत्तमस्ति. तेन विकल्पेन उपद्मानीय वा जीवामूल्य भवति विसर्गस्य. तर्हि उपद्मानीयः वा अस्ति वा जीवामूल्ये अस्ति, तत्र विसर्गस्य केवलम् अर्धोच्चारणं भवति. उपद्मानीय इत्युक्ते क, क्षम्यतां, प वा फ वा. जीवामूल्ये इत्युक्ते क वा ख वा. यदि तस्य पूर्वे विसर्गः अस्ति तत् केवलम् अर्धोच्चारणं भवति तत् विसर्गस्य. तर्हि अन्यदपि व्यवस्था भवति, जाता सर्वे इति झटिति वदामः, अर्धोच्चारणमेव वदामः, जाता सर्वे अपि भवितुम् अर्हति. तस्य अन्यत् उदाहरणं दत्तमस्ति, हस्ताः प्रसरन्तु. अत्रापि केवलम् अर्धोच्चारणं भवति. अग्रे अपि खरि अस्ति, प्र अस्ति, प अस्ति, तत् उपद्मानीयः अस्ति. तर्हि हस्ताः प्रसरन्तु इति झटिति वदामः, अर्धोच्चारणमेव. पूर्वे कक्षायां देवकान्तमहोदयेन अपि स्मारितवान् तत्र धियो यो नः प्रचोदयात् इति, तत्र अपि विसर्गस्य अर्धोच्चारणं भवति. अग्रे प अस्ति चेत्, अग्रे उपद्मानीय अस्ति चेत्. अन्तिममस्ति एक अन्यत् अपवादः, बुद्धिः क्षणः. अत्र सर्वदा विसर्गस्य पूर्ण उच्चारणम् एव, परन्तु किमर्थं तथा? अत्र तु विसर्गस्य अग्रे क अस्ति, अर्धक अस्ति, अनन्तरं श अस्ति, तर्हि क्ष भवति. तर्हि तेनैव अपवादः. किमर्थम्? अग्रे मूर्धन्यषकारः भवति, तर्हि अपवादः भवति, तर्हि विसर्गस्य पूर्ण उच्चारणम् आवश्यकं, बुद्धिः क्षणः. तर्हि पाणिनिसूत्रमस्ति एतत् विषये, शर् परे विसर्जनीयः. तत्र शर् परे अस्ति, प्रथमे क प अस्ति वा, अनन्तरं यदि कोऽपि शर् अस्ति तस्य साक्षात् अग्रे कोऽपि शर् वर्णः अस्ति, यथा तालव्यशकारः अस्ति वा, मूर्धन्यषकारः अस्ति वा, अथवा दन्त्यसकारः अस्ति वा, तर्हि अपवादः भवति, विसर्गः पूर्णतः तिष्ठति. आम्, इति व्यवस्था अस्ति एतत्. अस्तु महोदय, समीचीनम्. अस्तु, तर्हि गतपाठः यत् आसीत् तत् कानिचन नूतन परन्तु विसर्गसन्धेः ये सूत्राणि आसन् तत् प्रयोगः एव अत्र भवति. तर्हि विसर्गसन्धिविषये करपत्रमपि प्रेषितं, किञ्चित् नूतनमस्ति तत्र, पूर्वे यत् पठितवन्तः तत् अस्ति एव, परन्तु किञ्चित् विस्तारेण विसर्गसन्धिविषये वर्णनम् अस्ति तत्र. अस्तु, नूतनविषयः अद्यतन आरभामहे अग्रिम. अस्तु, कुशल महोदय आरम्भं करोति वा महोदय? आम्, अध्यायः 97, उदात्तादिस्वरव्यवस्था. शिष्य: श्रीमन् स्वरव्यवस्थां विस्तरेण ज्ञातुम् इच्छामि अहम्। आचार्य, स्वराः त्रिविधाः, उदात्ता, अनुदात्ता, स्वरिता चेति। शिष्य आचार्ये प्रार्थना करोति कृपया स्वरव्यवस्था विस्तरेण अहं ज्ञातुम् इच्छामि। आचार्य वदति स्वराः त्रिप्रकारेण उदात्ता, अनुदात्ता, स्वरिताः। अहं न जानामि भिन्नता। हा, तत्र आरम्भेन न जानीमः, अग्रे गत्वा जानीमः। तत्र तत्र स्वरव्यवस्था इत्युक्ते किं, किञ्चित् नूतनपाठः अस्ति। स्वरव्यवस्था इत्युक्ते उच्चारण ध्वनि कः प्रकारे उच्चारण करोतु स्वरः भिन्नभिन्नस्वरः। तर्हि उच्चारणं भवति वा लेखननियमः भवति वा इति सन्दर्भे अस्ति अस्मिन्नेव पाठः। तत्र किञ्चित् भ्रमः जायते यदा उदात्ताः, अनुदात्ताः, स्वरिताः इति वदामः चेत् तत्र जनाः चिन्तयन्ति लेखनरीति अथवा शैली अस्ति अथवा वदनशैली अस्ति वा किम् अस्ति इति प्रश्नः। तर्हि स्वरव्यवस्था, स्वर इत्युक्ते अत्र किं स्वर, स्वरव्यञ्जनं वा अथवा अन्यत् किमपि वा स्वर अग्रे आयाति अस्मिन् विषये, परन्तु मनसि तदेव प्रश्नः अस्ति। अत्र वार्तालापवदनक्रिया तत् किं तत्र ध्वनिविषये वा अथवा किं वा इत्युक्ते मनसि प्रश्नः आयाति स्वरः वदनेन। अत्र ध्वनिः ध्वनेः उच्चारणम् अथवा लेखनक्रमः कीदृशस्थितिः अत्र तद्विषये वार्ता अस्ति। परन्तु स्वराः आचार्यः वदति त्रिविधाः खलु, त्रिविधाः तर्हि के? हा, उदात्ताः, अनुदात्ताः, स्वरिताः इति सन्ति। अस्तु, अग्रसरामः तर्हि। तर्हि देवकान्तमहोदय। आमां, शिष्यः वदति उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः इति त्रीणि सूत्राणि अपि स्मरामि अहम्। शिष्यः त्रीणि सूत्राणि अवदत्, उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः इति। अत्र किम् अस्ति, पाणिनिसूत्राणि सन्ति खलु, स्वराः सम्बन्धि पाणिनिसूत्राणि सन्ति। तर्हि अत्र उदात्ताः वदनेन उच्चैः उदात्तः, उच्चैरुदात्तः इति अस्ति खलु, विसर्गसन्धिः अस्ति। नीचैः अनुदातः, नीचैरनुदातः, वदतु वदतु महोदय। अत्रापि विसर्गसन्धिः अस्ति, समाहारः स्वरितः, अत्र कोऽपि सन्धिः नास्ति। समाहारः स्वरितः इत्युक्ते यदा वदामः स्वरिताः तदित्युक्ते किं? तस्य सूत्रः अस्ति समाहारः स्वरितः. उदात्ताः इत्युक्ते उच्चैः उदात्तः, नीचैः अनुदात्तः इति सूत्रमस्ति. सूत्रं किं तत् पठामः, तर्हि आचार्यः किं वदति? आमाम्, आचार्यः वदति उदात्तस्य अङ्कनं कथं क्रियते. आचार्यः प्रश्नं पृच्छति उदात्तस्य अङ्कनं कथं क्रियते. अङ्कनमित्युक्ते मेशर्मेण्ट् इति वा? लेखनं, लेखनं. आमाम् आम् लेखनं. तर्हि उदात्तः इति अस्ति, परन्तु कथं जानीमः? पुस्तकं पठामः चेत् कथं जानीमः तत्र उदात्तः अस्ति वा, अनुदात्तः अस्ति वा, स्वरितः अस्ति वा? लेखनक्रमः तत्र कीदृशस्थितिः अस्ति? आचार्यः प्रश्नं पृच्छति अत्र. अस्तु, अग्रे. तत्र महोदय, उदयकुमार महोदय. उदात्तस्य अङ्कनं कथं क्रियते इति प्रश्नः आचार्यस्य. शिष्यः, ऊर्ध्वभागे यत्र रेखा, ऊर्ध्वमुखा रेखा अस्ति, लिख्यते सः उदात्तः इति. किमपि अक्षरमस्ति तस्य ऊर्ध्वभागे उपरि रेखा अस्ति, ऊर्ध्वमुखरेखा अस्ति चेत् तत्र उदात्तः यदि यत्र लिख्यते तत्र उदात्तः इति वदामः. आचार्यः, उदात्तविषये भ्रमः भवतः. वस्तुतः स्वरितस्वरः तथा निर्दिश्यते. आचार्यः वदति इति भवतः भ्रमः अस्ति उदात्तविषये कथं भवति इति जानीमः, जानामि इति. वस्तुतः स्वरितस्वरः तथा निर्दिश्यते, तस्य अर्थं न जानामि. स्वरितस्वरः इत्युक्ते किम् इति न जानामि. हा, पठामः, पठामः महोदय तस्मिन् विषये. तर्हि अत्र आचार्यः किं भवति वदति अत्र शिष्यस्य मनसि अस्ति तत्र उदात्तः, अनुदात्तः, स्वरितः कथं भेदः जानीमः? तस्य मनसि अस्ति भेदः कीदृशः अस्ति, कथं जानीमः? पुस्तकं पठित्वा वा, गीते अस्ति वा, श्लोके अस्ति वा, साहित्ये अस्ति वा, कथं जानीमः? तर्हि शिष्यस्य मनसि अस्ति यत्र रेखा ऊर्ध्वभागे अस्ति चेत् सः उदात्तः इति भवति, अधोभागे अस्ति चेत् अनुदात्तः भवति इति तस्य मनसि अस्ति. एतादृशचिन्तनम् आचार्यः वदति उदात्तविषये भ्रमः अस्ति भवतः मनसि. एतादृशलेखनक्रमः नास्ति, लेखननियमः नास्ति तादृशं. वस्तुतः स्वरितस्वरः तथा निर्देश्यते. इत्युक्ते स्वरितस्वरः इत्युक्ते यत्र लेखन इति आवश्यकता अस्ति तत्र उदात्तविषये तादृशं नास्ति खलु. उदात्तविषये तादृशं नास्ति. अनुदात्तविषये कीदृशस्थितिः एतावत्पर्यन्तं न उक्तं, परन्तु उदात्तविषये भवतः भ्रमः अस्ति इति वदति आचार्यः. ऊर्ध्वभागे यत्र रेखा अस्ति तत् उदात्तः इति नास्ति. उदात्तः इति लेखनक्रमः नास्ति, वदनशैली अस्ति. तर्हि वदति उदात्तविषये भवतः भ्रमः. वस्तुतः स्वरितविषये तथा निर्देशः भवति. यत्र रेखा आवश्यकः अस्ति तत्र रेखा ऊर्ध्वभागे अस्ति अधोभागे अस्ति किमस्ति वयं न जानीमः एतावत्पर्यन्तं. परन्तु सः वदति उदात्तविषये भवतः भ्रमः इति वदति. अस्तु, शनैः शनैः अस्माकं यत् मनसि अपि चिन्तनमस्ति तदपि दूरीकरणं भवति. अग्रे सरामः चेत् सम्यक्. तर्हि प्रसाद् महोदय अग्रे पठति वा? आम् महोदय. शिष्यः, सूत्रे उच्चैरुदात्तः इति उक्तम्. शिष्यः वदति एकः सूत्रः अस्ति, तत्र सूत्रे उच्चैरुदात्तः इति उक्तम् इति वदति आचार्यः. तत्र उच्चैः इत्येषः शब्दः भ्रमजनकः जातः. सा च शब्दः स्वरोत्पत्तिस्थानं निर्देशति न तु स्वराङ्कनाक्रमम्. तत्र आचार्यः वदति उच्चैः इति नास्ति, भ्रमजनकः अस्ति, तत्र उच्चैः नास्ति. सादृशब्दः स्वरो उत्पत्तिस्थानं निर्देशति. स्वरः यत्र उत्पत्ति भवति तत् स्थानं निर्देशति, न तु स्वराङ्कनक्रमम्. अवगच्छति, सम्यक्तया न अवगच्छति वा? वदामः वदामः. तर्हि अत्र शिष्यः वदति उच्चैः उदात्तः उच्चैरुदात्तः. उच्चैः उदात्तः इति उक्तम् इति सूत्रं प्रथमे जानीमः. उच्चैः उदात्तः इति सूत्रम् इत्युक्ते किम्? उच्चैरुदात्तः उच्चैरुदात्तः इति भवति. अत्र अनुवृत्तिसहितसूत्रमस्ति. उच्चैः अच् उदात्तः इति अनुवृत्तिसहितसूत्रम्. उच्चैः अच् उदात्तः. अच् इत्युक्ते किम्? सर्वेश्वराः इत्युक्ते अकारः, इकारः, उकारः, ऋकारः, एकारः, ओकारः इति, खलु? तर्हि सः किं वदति अनुवृत्तिसहितसूत्रम्? उच्चैः अच् उदात्तः इत्युक्ते सः वदति अस्मिन् सूत्रे, पाणिनिसूत्रे, अच् यत् स्वरः अस्ति तस्य उच्चारणं कुत्र भवति? ऊर्ध्वभागे भवति. इत्युक्ते वायुप्रचलनं, वयं यदा उच्चारणं कुर्मः वायुः प्रचलति खलु. इत्युक्ते कुत्र कण्ठतः, कदा तालुतः, कदा औष्ठतः, कदा मूर्ध्वतः, कदा कण्ठतालुतः, कण्ठ औष्ठतः, एतादृशं वायुप्रचलनं भवति अस्माकं. तर्हि उच्चारणसमये ऊर्ध्वभागे भवति. अत्र तत् भवति उदात्तः, तत् स्वरस्य उदात्तः इति संज्ञा. उच्चारणसमये उच्चारणस्थानं ऊर्ध्वभागे तत्र तस्य तत्र वायुप्रचलनं भवति, वायुचलनम् इत्युक्ते. अग्रे पाणिनिसूत्रे एव एतत् सर्वमस्ति. यदि अकारः अस्ति तर्हि अकारस्य उच्चारणं कण्ठतः इति भवति. इकारः अस्ति चेत् तस्य उच्चारणं तालुतः इति वदति, अथवा उकारः अस्ति चेत् औष्ठ्वतः भवति, ऋकारः अस्ति चेत् मूर्धा, ऋ एतादृशम्, एकारः ऐकारः अस्ति चेत् इदानीं केवलं न तु कण्ठ, न तु केवलं तालु, कण्ठतालु इति मिलित्वा भवति एकारः। एवम् ओकारः औकारः अस्ति चेत् कण्ठ औष्ठ्वम् इति मिलित्वा इति भवति इति एतत् सूत्रस्य प्राधान्यम्, अन्यत् किमपि नास्ति। एतत् सूत्रं केवलम् उच्चारणसम्बन्धे एव वदति। तर्हि पुनः पठामः। शिष्यः वदति उच्चैरुदातः इति उक्तम्, आचार्यः वदति तत्र उच्चैः इत्युक्ते किम्? उच्चैः इत्युक्ते साधारणतया कोऽपि पठति चेत् उच्चैः इति शब्दस्य भ्रमजन भ्रमः भवति। तर्हि जनाः चिन्तयन्ति तत्र एतत् सर्वं लेखनक्रमः अस्ति वा उच्चारणक्रमः अस्ति वा? तर्हि आचार्यः वदति स च शब्दः स्वर उत्पत्तिस्थानं निर्देशति। स्वरः तस्य उत्पत्तिस्थानः कुत्र, कण्ठ वा तालु वा मूर्धा वा ओष्ठो वा, कुत्र कुतः आगच्छति तत् निर्देशति, न तु स्वर अङ्कनक्रमम्। अङ्कनक्रमम् इत्युक्ते लेखनीक्रमः। तर्हि उच्चैः वदामः चेत् उपरि रेखा नास्ति, लेखनक्रमः नास्ति। उच्चैः इत्युक्ते अत्र केवलं वदनशैली अस्ति, कुतः कुत्र उच्चारणं कथा भवति, वायुप्रचलनं कुत्र भवति इति वदति। तर्हि आचार्यः वदति शिष्यस्य मनसि एतावत्पर्यन्तं मनसि प्रश्नः आसीत्, उदात्त अनुदात्त एवं स्वरित एतादृशं सन्ति चेत् तत्र लेखनक्रमः अपि अस्ति। परन्तु आचार्यः वदति न, न उच्चैरुदात्तः यत् सूत्रमस्ति, यत् उदात्तः विषये तत्र विवरणं ददाति, तत्र केवलम् एतत् स्वर उत्पत्तिस्थानं निर्देशयति, न तु स्वर अङ्कनक्रमं। लेखननियमः नास्ति, लेखनीक्रमः नास्ति, केवलम् उच्चारणम् अस्ति। तत् उच्चारणं कथं भवति तस्मिन् विषये एतत् सूत्रं वदति, न तु लेखनक्रमः। लेखनक्रमः इति न वदति अत्र इति आचार्यः वदति। तर्हि किं करणीयम् एतत् सर्वम् अग्रे आयाति, परन्तु एतावत्पर्यन्तं तत्र उच्चैरुदातः इत्युक्ते किं, तस्मिन् विषये आचार्यः किञ्चित् एव उक्तवान् एतावत्पर्यन्तम्। इदानीं सम्यक् महोदय? अस्तु। तत्र देवकान्तमहोदय, भवतः तु निपुणः, भवान् तु निपुणः अस्ति अत्र एतत् सर्वं, तत्र विषये उच्चारणं कथं भवति, स्वरः व्यञ्जनम् एतत् सर्वं, तर्हि एतादृश किञ्चित् अन्यत् किञ्चित् वक्तुमिच्छति वा एतस्मिन् सम्बन्धे? उच्चारणं कथं भवति, अकारः इकारः स्वराः अच् व्यवस्था अस्ति यदा, तत्र किञ्चित् जानाति वा? उच्चारणव्यवस्था अहं न जानामि महोदय। उच्चारणं कथं भवति इति अहं जानामि, परन्तु तस्य व्यवस्था अहं न जानामि। अकारस्य उच्चारणं भवति अ एकमात्रा, तस्य एकमात्रा भवति, द्विमात्रा अपि भवति, परन्तु उदात्तम् अनुदात्तम् इति विषयाः नूतनविषयाः सन्ति। यदि इति अस्ति चेत् तत्र स्वरितः इति मात्रा द्विमात्रा स्वरितः, तत्र यदि अत्र दीर्घह्रस्व अस्ति चेत् तत्र स्वरमेव यथा लिखितमस्ति तदेव वयं पठामः, परन्तु परन्तु तत्र मात्रा एव भवति, न तु उच्चैः उच्चैः वदनम् अथवा नीचैः वदनम् वक्तव्यम् इति तत् न निर्दिशति. यदि केवलं वेदोच्चारणसमये तत्रैव दृश्यते. यदि यदि नमस्ते अस्ति, नमस्ते इति पदमस्ति चेत् नमस्ते इति एव, परन्तु अत्र मकारस्य उपरि उदात्तम् अस्ति चेत् नमस्ते इति न वक्तव्यं, नमस्ते इति अत्र उच्चैः वदनमस्ति. अन्य एकपदम् उतोता इति अस्ति, उतोता इति पदं, परन्तु अत्र अनुदातः अस्ति, उकारस्य तकारस्य अनुदातः अस्ति उतोत इति, अत्र अनुदातः किञ्चित् नीचैः तत् उच्चारणं करणीयम् इति मन्ये. सम्यक् सम्यक् महोदय, तादृशमस्ति इत्युक्ते श्लोके दृश्यते, श्लोके हा एतादृशम् उच्चारणसम्बन्धीयप्रश्नः तावदेव वदति अत्र. उच्चारणस्थानस्य तत्र भागः कुत्र कुत्र भवति इति तस्मै एव सम्बन्धे वदति. अस्तु सम्यक्, अग्रे सरामः तर्हि. कः अश्लेष महोदय वा करोतु महोदय. शिष्य वदति, एवं तर्हि ऊर्ध्वमुखरेखया रेखया यः निर्दिश्यते सः स्वरितः भवति. आं तर्हि शिष्यस्य नाम आचार्यपूर्वे उक्तवान् तत्र यदि ऊर्ध्वरेखा अस्ति चेत् तत्र उच्चैः वदति इति नास्ति. तर्हि शिष्यस्य प्रश्नमस्ति, तर्हि तत् रेखा किं दर्शति, सः स्वरितः दर्शति वा? आचार्य वदति, आम्, अनुदात्तः तु तिर्यङ्मुखया अधोरेखया निर्दिश्यते, उदात्तस्य तु रेखया निर्दिशः न भवति. आचार्य वदति, आम् तथा भवति, यदि ऊर्ध्वमुखरेखा अस्ति चेत् स्वरितः भवति, अनुदात्तः तु तिर्यङ्मुखया अधोरेखया निर्दिश्यते. ये स्वराः अनुदात्तः सन्ति तत्र अस्तु, हरिजाण्टल् अस्ति, अधोरेखया निर्दिश्यते. आमाम् अस्तु, अत्र यदि किञ्चित् अधो अधोभागे पश्यामः चेत् तत्र अग्निमीडे लिखितमस्ति, तस्य अकारस्य अधोभागे तिर्यङ्मुखया अधोरेखया निर्दिश्यते. तर्हि अनन्तरम् उदात्तस्य तु रेखया निर्दिशः न भवति. ओ अस्तु, यदि यदि यदि उदात्त उच्चारणम् अस्ति चेत् तत्र कोऽपि रेखा न भवति, पूर्व कोऽपि अन्यत् माध्यमेन जानीमः उदात्त भवति वा न वा, परन्तु रेखा न अस्ति तत्र. ओ अथवा इति एवं भवति, यदि यदि रेखा न सर्वदा उदात्तः भवति. इत्युक्ते सूत्रमस्ति नीचैरुदात्तः इति सूत्रं, तत्र अनुवृत्तिसहितसूत्रं किम् अस्ति, नीचैः अच् अनुदात्तः इति अनुवृत्तिसहितसूत्रम्, उच्चैः अच् अनुदात्तः उदात्तः, नीचैः अच् अनुदात्तः नीचैरुदात्तः. तर्हि सूत्रस्य अर्थं किम् अस्ति नीचैः अच् अनुदात्तः इत्युक्ते इत्युक्ते यदा स्वरस्य उच्चारणं तस्य उच्चारणस्थानस्य अधोभागे भवति चेत् तत् वदामः अनुदात्तः। स्वरस्य उच्चारणं तस्य उच्चारणस्थानस्य अधोभागे यदा भवति चेत् तस्य नाम भवति अनुदात्तः। तर्हि किं भवति तत्र अनुदात्तः अस्ति चेत् तिर्यन्मुखया अधोरेखा तत्र निर्दिश्यते अनुदात्तः अस्ति चेत्, परन्तु उदात्तस्य तु तत्र कोऽपि रेखा इति नास्ति। अनुदात्तस्य तु रेखा अस्ति, तिर्यन्मुखया इति अस्ति अधोभागे इति रेखा निर्दिश्यते। तर्हि उदात्तः अनुदात्तः भेद एतावत्पर्यन्तं किं जानीमः? उदात्तः उच्चारण ऊर्ध्वभागे इति प्रथमम्, अनुदात्तः उच्चारणः अधोभागे भवति। ऊर्ध्वभागे उदात्तः, अधोभागे अनुदात्तः। उदात्तविषये लेखननियमः कोऽपि नास्ति, अनुदात्तसम्बन्धे लेखननियमः अस्ति। तिर्यन्मुख्य अधोरेखा इति दृश्यते, लेखनक्रमः अपि अस्ति, एवम् उच्चारणं तु अधोभागे भवति। स्वरस्य अच् वर्णस्य उच्चारणम् अधोभागे इति भवति इति कृत्वा अस्ति उदात्त अनुदात्तसम्बन्धे भेदः एतादृशक्रमम्। वदतु महोदय। उदात्त स्थानं कण्ठः, तालु इत्यादि, अनुदात्त दन्त, होस्, ओष्ट आदि? न, तदपि अनुदात्तः अपि केवलम् अत् सम्बन्धे अस्ति खलु। इत्युक्ते यदा अवर्णः इति वदामः चेत् अकारः, साधारणतया अकारः वदामः चेत् वयं जानीमः कण्ठतः आगच्छति अवर्णः अ इति वदामः चेत्, इदानीं वदतु अ कुतः आगच्छति? हा, स्वरः कण्ठतः आगच्छति खलु, परन्तु कण्ठस्य उपरि भागे यदि वदामः चेत्, ऊर्ध्वभागे, कण्ठस्य ऊर्ध्वभागे वदामः चेत् तर्हि किञ्चित् उच्चैः वदामः खलु अकारः आ इति, तद्भवति उदात्तः। एवं तस्य अधोभागे भवति चेत् उच्चारणः स्वरः इत्युक्ते पिच्, है पिच्, लो पिच् इति आङ्ग्लभाषायां वदामः चेत्, हा अधोभागे करिष्यामः चेत् किञ्चित् तद्भवति अनुदात्तः इति। अनुदात्तः कुत्र अस्ति चेत् तत्र एक रेखा, अधोभागे रेखा इति दृश्यते लेखननियमे, लेखनसमये अपि अर्धरेखा निर्दिश्यते। तर्हि उच्चारणं कुत्र आवश्यकं खलु महोदय? यदा गीतमस्ति, श्लोकमस्ति खलु, तत्र उच्चारणस्य आवश्यकता अस्ति। वदनशैली, तर्हि कीदृशम् उच्चारणं भवति यदा गीतं पठामः चेत्, श्लोकं पठामः चेत् कीदृशम् उच्चारणं भवति? तस्मिन् विषये एतत् पाठः, उदात्तः अनुदात्तः स्वरितः खलु। तर्हि उदात्तः इत्युक्ते किं जानीमः? किञ्चित् उच्चैः वदामः। अनुदात्तः इत्युक्ते इदानीं जानीमः, नीचैः इति वदामः खलु। एवम् उदात्तः यत्र अस्ति तत्र कोऽपि लेखनक्रमः नास्ति, परन्तु अनुदात्तः अस्ति चेत् लेखनक्रमः अस्ति तत्र। उच्चारणस्थानस्य अधोभागे भवति उच्चारणं, तद्भवति अनुदात्तः। कथं जानीमः? अधोभागे रेखा इति भवति चेत् तद्भवति अनुदात्तः इति उच्चारणक्रमः। तत्र उदात्तः अनुदात्तः एतत् सम्बन्धे पूर्वे कोऽपि तत्र कस्य ज्ञानमपि आसीत् वा? No. तत्र उदयकुमारमहोदयस्य प्रायशः ज्ञानम् आसीत् एतस्मिन् सम्बन्धे महोदय, खलु भवान् उक्तवान् किञ्चित्? हा, किञ्चित् यदि मन्त्रपठनम् अस्ति चेत् तादृशं भवति। अस्तु अस्तु अस्तु, सम्यक् सम्यक्, अस्तु तादृशम् आसीत्। अस्तु, तत्र महोदय देवकान्तमहोदय अपि ज्ञातं वा एतत् सर्वं पूर्वे? शृणोमि महोदय। अच्छा, श्रुतम् एतत् सर्वम्, उदात्तः अनुदात्तः एतत् एतत् विषये। हा, अस्तु अस्तु। प्रश्न महोदय, लेखनक्रमः किमर्थं? लेखननियमः महोदय, लेखननियमः, लेखननियमः केवलं। लेखननियमः इत्युक्ते अनुस्वारः चन्द्रबिन्दुः अस्ति चेत् तस्य उच्चारणं भेदः अस्ति खलु, वयं पठितवन्तः सन्धिसम्बन्धे। तर्हि चन्द्रबिन्दुः इत्युक्ते किं, तस्य उच्चारणं किम्? अनुस्वारः अस्ति चेत् तस्य उच्चारणं किं? तत्र लेखनभेदः अपि अस्ति, उच्चारणभेदः अपि अस्ति खलु। तर्हि लेखनक्रमः इत्युक्ते, हा वदतु, ये नियमाः वेदपठनं विषये आगच्छति वा? कुत्रापि कुत्रापि गीतमस्ति वा, परन्तु वेदे दृश्यते, इत्युक्ते श्लोके वेदे दृश्यते तत्र उच्चारणं यदा भवति तत्र कथा उच्चार कथम् उच्चारणं भवति इति तस्मिन् विषये अस्ति। स्वर उच्चारणं, स्वराः सन्ति चेत् कीदृशम् उच्चारणम् इत्युक्ते, यदि यदि रेखा अस्ति, श्लोकं पठन्ति कदा, तत्र अधोभागे रेखा अस्ति चेत् तस्य नामं किम्, एवं कथम् उच्चारणं कर्तव्यं? कोऽपि अनुदात्तः किं न जानाति चेत् तस्य उच्चारणं सम्यक् न भवति खलु। हा, इति अस्ति। तर्हि रेखा नास्ति चेत् कीदृशम् उच्चारणं भवति, तस्मिन् विषये वदति एतत्। हा हा हा, तस्मिन् विषये वदति एतत्, अन्यत् किमपि नास्ति। तत्र हा, पाणिनिसूत्रे अपि एतत् सर्वम् अस्ति, इदानीमेव पठितवन्तः, उदात्तः इत्युक्ते किम्, अनुदात्तः इत्युक्ते किम्, एतत् सर्वमस्ति तत्र। अस्तु, तत्र अग्रे श्लोकं तत्र आयाति खलु, तत्र तर्हि उदयकुमारमहोदय पठति वा, अग्रे किं लिखितमस्ति? अग्निमीले, हा, शिष्या वदति एकम् उदाहरणं खलु। हा, एकम् उदाहरणम्। आचार्यः, अग्निमीले इत्यत्र अकारः अधोरेखया निर्दिष्टः, अतः सः अनुदात्तः। मकारोत्र ईकारः ऊर्ध्वरेखया निर्दिष्टः, अतः सः स्वरितः। अत्र अकार अधोरेखा अस्ति, अत्र तिर्यङ्गमुखया रेखा अस्ति, अतः यदि तत्र रेखा नास्ति चेत् अग्नि इति, अग्निमीले इति उच्चारणं कुर्मः इति। अकारस्य अत्र अधो अनुदात्तः सूचना रेखा अस्ति, अतः किञ्चित् अकारस्य नीचैः वक्तव्यम् इति मन्ये। अग्नि इत्यस्य स्थाने अग्नि अग्नि इति किञ्चित् स्वरं नीचैः कृत्वा वदनीयमिति मन्ये। अतः सः अनुदात्तः, अत्र रेखा अस्ति चेत् अनुदात्तः। मकारोत्र ईकारः ऊर्ध्वरेखया निर्दिष्टः, अत्र सम्यक् न जानामि, अत्र मी अस्ति, तत्र उपरि रेखा अस्ति वा नास्ति वा इति अहं न अस्ति वा अस्ति वा आमां ओके यदि यदि अस्ति चेत् तत्र मीले मीले इति साधारणतया वक्तव्यं, परन्तु यदि अत्र ऊर्ध्वरेखा अस्ति चेत् मीले इति वक्तव्यं, नीले नीले इति किञ्चित् उच्चैः वक्तव्यं तत्र, परन्तु अतः सः स्वरितः इति दत्तमस्ति. किमर्थं स्वरितः इति न जानामि. अत्र रेखा अपि अस्ति, किमर्थं स्वरितः इति न अहं न जानामि तस्य अर्थं किम्. सम्यक् महोदय. स्वरितः इति तस्मिन् विषये वयं न पठितवन्तः एतावत्पर्यन्तं, खलु? केवलम् उदात्तः अनुदात्तः विषये पठितवन्तः. उदात्तः अस्ति चेत् लेखननियमः नास्ति एव. अर्धभागे रेखा अस्ति चेत् अनुदात्तः. परन्तु इदानीं वदति ऊर्ध्वरेखा निर्दिष्टः अस्ति चेत् तत् स्वरितः भवति, खलु? ऊर्ध्वरेखा तु अस्ति च, लेखनं तु अस्ति च, अत्र अत्र अत्र रेखा अस्ति. मी मी अनन्तरम् उपरि तत्र रेखा तु अस्ति च अस्ति अत्र. तत् स्वरितः इति वदति. इत्युक्ते लेखनक्रमे यदि चिन्तयामः, उदात्तः अस्ति चेत् लेखननियमः एव नास्ति, अनुदात्तः अस्ति चेत् अधोभागे रेखा, स्वरितः अस्ति चेत् ऊर्ध्वभागे रेखा इति अस्ति लेखननियमः. परन्तु स्वरितः इत्युक्ते किम्? स्वरितः इत्युक्ते पाणिनिसूत्रं वदति समाहारः स्वरितः इत्युक्ते अच् समाहारः स्वरितः इत्युक्ते यत् अच् वर्णाः सन्ति. समाहारः इत्युक्ते किम्? समाहारः इत्युक्ते तत्र स्वरस्य उच्चारणम् उच्चारणस्थानस्य अर्धभागम् अपि प्रयोज्यं भवति, अधोभागमपि प्रयोज्यं भवति, तर्हि वदामः स्वरितः. ऊर्ध्वभागं च अधोभागं च तस्य प्रयोज्यं भवति इति तस्य नाम स्वरितः. इत्युक्ते ध्वनिः ऊर्ध्वः उदात्तः, ध्वनिः अधः अनुदात्तः, ध्वनिः मध्ये अथवा उभयोः अस्ति चेत् स्वरितः इति ध्वनिसम्बन्धे. एवं लेखनक्रमः अपि जानीमः. लेखनं नास्ति, लेखनक्रमः नास्ति चेत् कीदृश उच्चारणः, अधोभागे रेखा अस्ति चेत् कीदृश उच्चारणः, कीदृश उच्चारणम् एवम् ऊर्ध्वभागे अस्ति चेत् कीदृश उच्चारणम्. तत् वेदसूत्रं कोऽपि जानाति वा? अग्निमीले पुरोहितं वदतु, जानाति चेत्. तथा एव अग्निमीले पुरोहितं यज्ञस्य देवमृत्ति मृत्युज्यं होतारं रत्नधातमम् इति अस्ति, इति अस्ति तत् सूत्रं. तर्हि अत्र उच्चारणस्य वदति, उच्चारणं कीदृशं भवति इति. तर्हि अ इति अत्र तत्र अग्नि यथा उदयकुमारमहोदयेन उक्तं, तत्र अकारः किञ्चित् तत्र उच्चारणं ध्वनिः अधः इति भवेत् इति वदति केवलम्, अन्यत् किमपि नास्ति. तत्र नूतनविषयः अत्र आचार्यः किं वदति इत्युक्ते यत्र अर्धरेखा निर्दिष्टः भवति तत् भवति स्वरितः. स्वरितः इत्युक्ते किम्? इदानीमेव पठितवन्तः, दृष्टवन्तः. इत्युक्ते अत् समाहारः स्वरितः, उच्चारणम् उभयोः ऊर्ध्वभागस्य अधोभागस्य प्रयोज्यं भवति चेत् तद्भवति स्वरितः संज्ञा इति अस्ति. इत्युक्ते किं वदामः? तत् उभयोः प्रयोगः भवति, ऊर्ध्व एवम् अधः अपि. तर्हि इदानीं कुत्रापि काव्यं वा श्लोकं पठामः चेत् तत्र अधोभागे रेखा अस्ति अथवा ऊर्ध्वभागे रेखा अस्ति अथवा रेखा नास्ति परन्तु स्वरः अस्ति, तर्हि कीदृश उच्चारणं भवति इदानीं जानीमः। तस्मिन् विषये अस्ति उदात्तः अनुदात्तः स्वरितः इति विषयः। अस्तु, कोऽपि प्रश्नः वा एतावत्पर्यन्तम्? तर्हि अत्र यदि नकारमस्ति तत्र इकारमस्ति तत्र कोऽपि रेखा नास्ति तर्हि तत् उदात्तः भवति वा? उदात्तः भवति अग्नि इति, अग्नि इति किञ्चित् प्राधान्यं भवति उच्चैः वदामः तत्। अस्तु, दीर्घं न उच्चैः, दीर्घं भवति तु ह्रस्व दीर्घ इति भवति, परन्तु उच्चैः इति वदामः, ध्वनिः किञ्चित् उच्चैः। यत् अग्नि ईकारः अस्ति तत्र तत् किञ्चित् उच्चैः वदामः। अहं कोऽपि लेखा न दृश्यामि, न दृष्टवान् वा? अस्तु, तत्र उदयकुमार महोदय किञ्चित् वदतु, भवान् दृष्टवान् वा? रेखा वा? रेखा अस्ति वा? मी नन्तरं या मी अत्र अक्षरमस्ति तस्य तस्य उपरि किञ्चित् रेखा अस्ति खलु? अत्र अत्र महोदयस्य प्रश्नः अत्र नास्ति, तत्र कुशल महोदय पृच्छति कोऽपि पुस्तकं भवान् पठितवान् वा अथवा दृष्टवान् वा यत्र रेखा इति? किमपि मन्त्र पठनमस्ति चेत् तत्र भवति। एक उदाहरणं, यदि पदं नमस्ते इति अस्ति चेत् नमस्ते इति पठामः, परन्तु यदि ऊर्ध्वरेखा अस्ति चेत् नमस्ते इति उच्चारणं करणं, नमस्ते इति। यदि अनुदात्तः अस्ति चेत् नमस्ते नमस्ते इति किञ्चित् मकारस्य ऊर्ध्वरेखा नमस्ते इति वदति इति भवति। यदि अनुदात्तः अस्ति चेत् नमस्ते न मा इति अधो अधः गच्छति स्वरं नीचैः इति, तत्रैव भिन्नम् इति मन्ये अहमपि। महोदयस्य प्रश्नः आसीत् भवान् दृष्टवान् वा, भवान् तु दृष्टवान् एव, तत् तदेव आसीत् प्रश्नः इति वा खलु तत्र? धन्यवादः। कुत्रापि इति श्लोकमस्ति चेत्, परन्तु जालपुटे दृश्यति चेत् पश्यति चेत् ये लिखन्ति ते सर्वे एतत् सम्बन्धे न जानन्ति खलु, परन्तु इति ग्रन्थं पश्यति चेत् पुस्तकं पश्यति चेत् तत् दृश्यते एव। यदि विकिपीडिया मध्ये गायत्रीमन्त्रमिति अन्वेषणं कुर्मश्चेत् तत्र गायत्रीमन्त्रं टेक्स्ट् अस्ति, तत्र दत्तमस्ति रेखाः आमामामामां रेखा इदानीं पश्यन्ति चेत् तत्र जानीमः कीदृशमस्ति। इदानीमेव द्रष्टुं शक्यते कुशलमहोदय, यथा अश्लेष महोदय उक्तवान्, अथवा अनन्तरमपि द्रष्टुं शक्यते। तर्हि इदानीं भवान् जानाति रेखा अस्ति चेत् तस्य माहात्म्यं किं खलु? रेखा अस्ति चेत् तत्र कथं पठनीयं, तस्मिन् विषये आसीत्, उदात्तः अनुदात्तः स्वरितः। अस्तु, समीचीनम्। अग्रे कुशलमहोदय पठतु महोदय। धातूनामपि एवं स्वरनिर्देशक्रमः पूर्वम् आसीत् इति श्रूयते खलु? शिष्य वदति धातूनाम् एवं स्वनिर्देशक्रमः पूर्वम् आसीत् इति श्रूयते खलु? पूर्वं न श्रूयते, अहं जानामि, अहं मन्ये आचार्य आम् धातौ प्रथम द्वितीययोः अज् वर्णयोः स्वर्वर्णयोः स्वरः उदात्तादिः निर्दिश्यते स्म. प्रथम वर्णस्य आधारेण एण् व्यवस्था अर्थात् धातुः उदसहित उत् इन्हितः इति ज्ञायते स्म. द्वितीयस्वरस्य आधारेण च पदव्यवस्था ज्ञायते स्म. अतः एव धातु शमन समन समननन्तरम् एव झटिति तस्य आत्मने पदित्वम् उत परमे परस्मे पदित्वम् उताहो उभयपदित्वम् इति निर्णयते स्म. रेखा उच्चारणं सहायक कार्यं करोति. भिन्न भिन्न धातुः आत्मनेपदी परस्परपदी उच्चारणं सम्यक् कर्तुं शक्नुमः. प्रथमा द्वितीया विभक्ति आदि अवगच्छति. भवान् अवगच्छति वा अथवा अन्य कोऽपि अन्य कोऽपि सहायं करोति? अहं किञ्चित् अस्तु अस्तु अस्तु. देवकान्तमहोदय वदति इदानीं, भवान् शृणोतु पुनः वदिष्यति एव. देवकान्तमहोदय अवगच्छति वा महोदय? किञ्चित् हा वदतु. पूर्णतया नास्ति महोदय, परन्तु करिष्यामि. धातोः प्रथमा द्वितीययोः अच् वर्णयोः अथवा स्वरवर्णयोः स्वरः अथवा उदात्तादिः निर्दिश्यते स्म. धातोः प्रथमा द्वितीया भ्वादिगण इति वा अर्थं प्रथमगण इत्युक्ते? वदतु यत् अवगच्छति इदानीम्. अच् वर्णयोः इत्युक्ते अच् इति प्रत्याहारः सर्वे अज् वर्णयोः नट् अच् अच् अच् महोदय तस्य सन्धि भवति अच् कीदृशसन्धि जस्तु सन्धि प्रथमस्य तृतीया प्रथमस्य तृतीयम् अस्तु. न अवगच्छति महोदय. न अवगच्छति अस्तु अस्तु. तर्हि अश्लेष महोदय प्रयत्नं करोति वा किञ्चित्? आम् आम्, तत्र शिष्यस्य प्रश्नमासीत् धातूनामपि एवं स्वरनिर्देशक्रमः पूर्वमासीत्. आं, पूर्वे अपि कोऽपि अध्याये वयं पठितवन्तः, तत्र पाणिनी धातुपाठः अस्ति, तत्र तस्मिन् धातोः व्यवस्था अस्ति सेट् वा नेट् वा, तदपि तत्रापि स्वरयोः स्वरस्य प्रयोगः कुर्मः, उदात्त वा अनुदत्त वा, तेन सेट् वा नेट् वा, अन्यदपि कुत्र तस्य विभाजनं कथं भवति धातुगणे, तदपि कर्तुं शक्नुमः. परन्तु तत् व्यवस्था तस्य लोपः जातः. तर्हि आचार्यः यत्र वदति आं तथा आसीत्, धातौ प्रथमद्वितीययोः अजवर्णयोः स्वरः निर्दिश्यते स्म. आम्, अत्र अहमपि न जानामि प्रथमद्वितीययोः तत्र किमस्ति. अत्र अग्रे परन्तु वदति वर्णसम्बन्धे अस्तु. तर्हि प्रथमवर्णस्य आधारेण इड् व्यवस्था, धातुः इट् सहित उत इड् रहित इति. आम् स इट् इत्युक्ते सेट् वदामः, अन् इट् इत्युक्ते अनिड् अनिड् वदामः. तर्हि प्रथमवर्णस्य आधारेण इड् व्यवस्था भवति, द्वितीयवर्णस्य आधारेण च पदव्यवस्था ज्ञायते स्म. यदि कोऽपि धातुपाठे कोऽपि धातुः अस्ति, गम् गम् गम् गमुरौ इति अस्ति वा, तत्र कीदृशं भवति तत्र न जानामि, साहाय्यम् आवश्यकम्. उदाहरणानि सन्ति, वदामः, पुस्तके नास्ति परन्तु वयं करिष्यामः उदाहरणानि अग्रे गत्वा. दुक्रिञ्ज् इति, दुक्रिञ्ज् तत्र धातु कः, कृधातु, या कृधातु, आम् धातुपाठे दुक्रिञ् इति, आमां दुक्रिञ् तत्र. आं तर्हि यदि प्रथमवर्णस्य यत् अस्ति तत्र उदात्त वा अनुदात्त वा तेन वयं ज्ञातुं शक्नुमः धातु इट् अस्ति वा अनिट् अस्ति वा. यदि अन्ते ङ् अस्ति तत्र तस्य आधारेण अपि पदव्यवस्था ज्ञातुं शक्नुमः. पदव्यवस्था किमस्ति इदानीं न स्मरामि, अतः एव धातुश्रवणसमनन्तरम् एव झटिति तस्य आत्मनेपदित्वम् उत परस्मैपदित्वम्. ओ, पदव्यवस्था इत्युक्ते आत्मनेपदे अस्ति वा परस्मैपदे अस्ति वा अथवा उभयो पद पदित्वम् अस्ति तस्य, तेन वयं ज्ञातुं शक्नुमः द्वितीयस्वरस्य कीदृशस्थितिः अस्ति, उदात्त वा अनुदात्त वा स्वरित वा तेन. परन्तु एतत् तस्य लोपः जातः, इदानीम् अहं तु न जानामि तत्र अस्ति वा नास्ति वा. इत्युक्ते लोपः वा स्थितः वा अस्तु, तस्मिन् सम्बन्धे आचार्यः न वदति, आचार्यः वदति आम् शिष्यस्य प्रश्नः अस्ति, एतादृशम् अहं जानामि श्लोके गीते एतादृशं दृश्यते उदात्तः अनुदात्तः स्वरितः, परन्तु धातुपाठे अपि एतादृशस्थितिः अस्ति वा इति तस्य प्रश्नः. किञ्चित् पूर्वम् आसीत् वा एतादृशं स्वरनिर्देशक्रमः आसीत् वा, सः वदति आमामां धातुसम्बन्धे अस्ति अपि. तत्र स्वरः अदि यदि सन्ति, प्रथमस्वरः द्वितीयस्वरः स्वरद्वयोः यदि सन्ति कोऽपि धातोः, तर्हि प्रथम यत् स्वरः अस्ति तत् सूचयति इड् व्यवस्था भवति वा न वा, द्वितीयं सूचयति पदव्यवस्था, इत्युक्ते आत्मनेपदित्वं भवति वा परस्मै भवति वा उभयपदित्वं भवति वा इति आचार्यः केवलं वदति. तर्हि इट् व्यवस्था किं वयं जानीमः खलु, इट् व्यवस्था इति इत्युक्ते इकारस्य आगमनम् इति भवति खलु, इकारस्य आगमनं भवति, तर्हि कुत्र भवति, प्रत्यये इति भवति खलु, तर्हि प्रत्यये करिष्यामः चेत् इड् व्यवस्था, साक्षात् तुमुन् प्रत्यये इकारः सरलतया दृश्यते, इत्युक्ते धातुः अस्ति पट्, तर्हि तत्र सेट् वा अनेट् वा, इदानीं तुमुन् प्रत्यये किं भवति, पठितुं खलु, अथवा धाव धावितुं, चल चलितुं, हस हसितुं, परन्तु प्रत्येकधातुः तादृशं नास्ति. तर्हि ज्ञाधातुः ज्ञातुं, कृधातुः कर्तुं, गम् धातुः गन्तुम्, अत्र तु इडागमनं नास्ति खलु, तदेव वदति अत्र स्वरव्यवस्था. प्रथमस्वरः यत् अस्ति तत् दृष्ट्वा वक्तुं शक्यते अस्माकं सेट् भवति वा अनेट् भवति वा, इत्युक्ते इडागमनं भवति वा इडागमनं भवति वा न भवति वा. केवलं तुमुन् प्रत्यये इति नास्ति, अन्यतपि अस्ति. तर्हि पठितुम् इत्युक्ते किं भवति, अन्ततो गत्वा पठ् अधिकम् इ अधिकं तुमुन् खलु, पठी इति भवति, तर्हि स्वरः अस्ति तत्र इकारः, इकारस्य आगमनं भवति वा न वा? हा, तत्र एतादृशं केवलं तत्र पदनिर्माणं धातुनिर्माणं यदा भवति, वयं न पठितवन्तः विस्तारेण एतत् विषये, ईडागमनं तु अन्यत् कक्षा एकम् आवश्यकं, परन्तु हा पठितुम् इति वदामः चेत् इकारस्य आगमनं भवति खलु, तादृशम् एव तत्र केवलं तुमुन् प्रत्यये एतादृशं स्थितिम् अस्ति इति न, इति क्तान्तप्रत्यये अपि तदेव धातुः यदि नाम नयामः तदेव धातुः यदि नयामः चेत् पठ् धातुः तः प्रत्यये पठितः इति खलु, पठितः इति भवति, पठिष्यति, पठिष्यति अपि, हा पठितः इति व्यवस्था भवति, तर्हि तव्यत् अनियर् प्रत्यये अपि तादृशं पठितव्यं पठनीयं, तव्यत् प्रत्यये पठितव्यम् इति भवति, अथवा खाद् अस्ति चेत् खादितव्यं भवति, धाव् धावितव्यं, चल् चलितव्यं, हस् हसितव्यम्, अत्र पश्यतु तत्र इडागमनम् एकत्र भवति चेत् एकस्मिन् प्रत्यये भवति चेत् प्रत्येकप्रत्यये भवति एव तादृशं, तदेव वदति अत्र स्वरः, प्रथमस्वरः यत् पश्यामः तत् वदति इड्व्यवस्था भवति वा न वा तस्मिन् विषये वदति, अन्यत् किमपि नास्ति एतादृशमस्ति अस्तु अग्रे इदानीं सरामः, तत्र किं तत्र किं किम् अस्ति, प्रसाद् महोदय अग्रे करोति वा? शिष्यः, किमर्थम् एषा व्यवस्था लुप्ता अभवत्? लुप्त अर्थं न जानामि, इदानीं नास्ति, पूर्वे आसीत् परन्तु इदानीं न दृश्यते खलु, लुप्तः लुप्त, अत्र किमर्थम् एषा व्यवस्था तत्र नास्ति, उदात्ता अनुदात्ता स्वरिता एतानि विषय इति शिष्यस्य प्रश्नः, आचार्यः वेदमन्त्राणां स्वर स्वरस्य आवश्यकता तावत् सर्वैः ज्ञायते एव, किन्तु धातुपाठे स्वरस्य आवश्यकता अस्ति इति जनैः प्रायः न ज्ञातम्। आचार्यः वदति वेदमन्त्राणां स्वरस्य आवश्यकता सर्वैः अस्ति ओके, परन्तु धातुपाठे तथा नास्ति, स्वरस्य आवश्यकता आवश्यकं नास्ति इति आचार्य उत्तरं ददाति। हा तर्हि तद्वदति धातुपाठे स्वरस्य आवश्यकता इति नास्ति, किमर्थम् इत्युक्ते तत्र धातुपाठसम्बन्धे अन्यनियमाः अपि सन्ति खलु, इत्युक्ते तत्र सूत्राणि सन्ति परन्तु कुत्र इकारस्य व्यवस्था भवति कुत्र न भवति अपि अस्ति, इत्युक्ते यदि तुमुन् प्रत्यये अन्तिमवर्णः नकारः अस्ति चेत् तर्हि किं भवति, सूत्राणि सन्ति तत्रापि, अथवा कोऽपि सवर्णीयवर्णाः सन्ति चेत् तत्र इत्संज्ञा इति न भवति इति, तत्र नियमाः सन्ति खलु, नियमाः इत्युक्ते यदि अन्ततो गत्वा अन्तिमवर्णः स्वरः नास्ति, अन्तिमवर्णः अन्यत् किमपि अस्ति चेत् तत्र बहुत्र साधारणतया इकारः भवति एव. यदि अन्तिमवर्णः मकारः अथवा नकारः अस्ति तत्र इत्संज्ञा न भवति, अनुस्वारेण परिवर्तनं भवति. परन्तु यदि अन्तिमवर्णः मकारः अथवा नकारः अस्ति, परन्तु यत् अन्तिमवर्णः तस्मात् प्राक् यदि तदेव वर्गीयः वर्णः अस्ति चेत्, इत्युक्ते पाफा बाभा इति सन्ति मा अथवा तथ दध इति न समानवर्गीयः यदि सन्ति चेत् तत्र इत्संज्ञा इति भवति इति तत्र नियमानि सन्ति. तर्हि एतादृशनियमानि दृश्यन्ते तत्र इत्संज्ञा भवति यत्र, तर्हि तत्र एतत् उदात्त अनुदात्त इति एतादृशम् आवश्यकं न आसीत् अथवा न दृश्यते. अन्ये सूत्राणि अपि सन्ति, परन्तु उच्चारणसम्बन्धे अन्यसूत्राणि नास्ति. उच्चारणविषये तु अत्र उदात्तः अनुदात्तः स्वरितः इति सम्यक् एव इति वदति. धातुपाठे स्वरस्य आवश्यकता अस्ति इति जनैः प्र न ज्ञातमेव, किमर्थम् अन्ये सूत्राणि सन्ति, तत्र पाणिनिसूत्राणि सन्ति अथवा अन्यसूत्राणि सन्ति, परन्तु उच्चारणविषये तादृशस्थितिः नास्ति. तर्हि धातुपाठे एतादृशं न बहुत्र न पश्यामः एतादृशं. समीचीनं वा महोदय? प्रसाद् महोदय, अस्तु अस्तु, अग्रे सरामः. तर्हि कः पठति इदानीं? हा, तत्र कुशलमहोदय पठतु अग्रे महोदय. आचार्य शिष्यः एषः स्वरपाठः इदानीं देशे कुत्रापि किं नास्ति एव. मया प्रश्नः अस्ति, समानमस्ति. आचार्य, क्वचित् एषः इदानीमपि अस्ति इति श्रूयते. पुस्तकं किञ्चन मया दृष्टं, किन्तु स्वरसहितः धातुपाठः कस्यचित् मुखे अस्ति उत न इति न ज्ञायते. किञ्चित् पुस्तके अस्ति किन्तु स्वरसहित कोऽपि धातुपाठः अथवा कोऽपि वक्तुं न दर्श्यते इति आचार्य वदति. हा हा हा, सम्यक् अस्तु. देवकान्तमहोदय अग्रे. शिष्यः, यदि स्वरसहितधातुपाठज्ञः आचार्य क्वचित् एषः तत् अभवत् महोदय, उक्तवान् वा? उक्तवान् वा तस्य सम्बन्धे? अस्तु अस्तु, पुनः एकवारं करोतु कृपया. क्वचित् एषः इदानीमपि अस्ति इति श्रूयते. पुस्तकं किञ्चन मया दृष्टं, किन्तु स्वरसहितः धातुपाठः कस्यचित् मुखे अस्ति उत न इति न ज्ञायते. आचार्य वदति, आचार्य केचन पुस्तकविषये शृणोति, परन्तु सत्यं पृष्ठे अस्ति इति सः न जानाति. पेज् नम्बर् इति न ज्ञायते. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु हा स्वरसहितधातुपाठः कस्यचित् मुखे अस्ति इति हा हा धातुपाठे इति न दृश्यते बहुत्र, परन्तु तत्र श्लोके तु तादृशमस्ति. अस्तु अन्तिमं करोतु कृपया. शिष्य यदि स्वरसहितधातुपाठज्ञः कोऽपि लभ्यते तर्हि तस्य ध्वनिमुद्रणं कृत्वा वासा व्यवस्था रक्षणीया प्रसारणीया च. शिष्यः वदतु हा, किमपि नास्ति, सरलमेव वदतु हा. सः विचारयति कोऽपि स्वरसहितधातुपाठज्ञः अस्ति चेत् तस्य ध्वनिमुद्रणं ध्वनिमुद्रणं कृत्वा रक्षणं करोति इति. सम्यक् सम्यक् अस्तु अस्तु अस्तु. किमर्थम् इत्युक्ते बहुत्र न दृश्यते इदानीं, यदि अस्ति चेत् अहं हा श्रोतुम् इच्छामि इति वदति. हा अस्तु सम्यक् सम्यक् अस्तु. तत्र मम कानिचन प्रश्नाः सन्ति एव, परन्तु भवतः अन्य कोऽपि प्रश्नः अस्ति वा एतद्विषये? नो चेत् तत्र कुत्र कुत्र इडागमनं भवति किञ्चित् वदन्ति वा? वयं तु बहु प्रत्ययसम्बन्धे वयं पठितवन्तः प्रति बहु किमपि जानीमः इदानीं. सूत्रसहितसंज्ञा अस्माकं नास्ति, परन्तु प्रारम्भिकस्तरीय ज्ञानम् अस्ति एव अस्माकं, खलु? इत्युक्ते तुमन् प्रत्ययः वयं जानीमः, अक्तान्त इति जानीमः, अन्यत् बहु तव्यत् जानीमः, अनियर् जानीमः, एतत् सर्वं जानीमः. अन्यत् अपि बहु प्रत्ययाः अपि जानीमः. तर्हि तत्र एकः एव धातु नीत्वा कुत्र कुत्र इडागमनं भवति, कुत्र न भवति, किञ्चित् वक्तुं शक्यते वा? यथा अहम् उक्तवान्, धातुः अस्ति पट्, खलु? तर्हि हा तत्र इत्संज्ञा भवति एव, इत्युक्ते तुमुन् अस्ति चेत् पठितुम् इति भवति, क्तान्त अस्ति चेत् पठितः इति भवति, तव्यत् अस्ति चेत् पठितव्यम् इति भवति, तृच् अस्ति चेत् पठिता इति भवति, खलु? तृच् प्रत्ययः इति जानीमः, इत्युक्ते कर्ता, द्रष्टा, हन्ता, दाता, श्रोता, एतत् सर्वम् अस्ति खलु. तर्हि एतद्विषये तृच् प्रत्ययः इति जानीमः. तर्हि एतादृशप्रत्यय इत्संज्ञा भवति यदि पट् धातोः अस्ति चेत्. तर्हि अन्यत् किमपि धातु नीत्वा अथवा अन्यत् प्रत्ययः अपि स्वीकृत्य किञ्चित् वदति वा कुत्र इत्संज्ञा भवति? खादपि तत्रैव तादृशमेव खादितुं परन्तु कृ धातु अस्ति चेत् तस्य इडागमः न न भवति. अन्यत् किमपि, अन्य कोऽपि धातुः नीत्वा लिख् अपि लिख् धातोः अपि इडागमः भवति, लेखितुं, लेखित्वा. हा हा सम्यक् हा हा सम्यक् सम्यक् सम्यक्. कुत्र न भवति अन्यत् कोऽपि? सर्वे एकमेकं कृत्वा वदतु. अस्तु अस्तु. तत्र अश्लेष महोदय किञ्चित् वदतु, तत् अन्ये सर्वे चिन्तयतु इदानीम्. अहमपि इदानीं इदानीं चिन्तयति. पठति पठितुं हा पठ् पठ् धातु इदानीं कृतवन्तः परन्तु हा हा हा इत्युक्ते तत्र हा हा हा हा इत्युक्ते तत्र किं भवति तृच् प्रत्यये सर्वं सर्वम् एतत् न न भवति खलु. पठिता इति भवति पठ् धातोः तदाधारेण अन्ये चिन्तयन्ति वा तत्र तृच् प्रत्ययः प्रत्यये कीदृशं भवति अन्ते इति तकारः अथवा आकारः इति श्रूयते आकारः इति श्रूयते तृच् प्रत्यये तत्र इत्युक्ते पठिता इति भवति पूजयिता इति भवति स्पर्धिता इति भवति कानिचन तत्र नियमानि सन्ति व्याकरणविषये पूर्णरीत्या पठामः चेत् ज्ञातुं शक्नुमः एतत् सर्वं परन्तु तादृशं भवति तृच् प्रत्ययेन खाद् खादिता इति हा हा हा हा तादृशं भवति. तर्हि अन्य उदाहरणानि सन्ति वा क्रीडातु क्रीड क्रीडितु बालकः क्रीडि क्रीडितः क्रीडितुं क्रीडितः क्रीडितुं द्वयो तत् तुम्मन् धातु यजागमन् अन्य सः क्रीडितः हा सम्यक् सम्यक् सम्यक् अग्रे अन्यत् अन्यत् प्रत्यये श्रुधातु श्रुधातु अभवत् ओ अन्यप्रत्यये अस्तु अन्यप्रत्यये अपि कर्तुं शक्यते केवलं तुमुन् इति नास्ति तर्हि श्रुधातु अस्ति चेत् श्रोतुम् अस्ति अथवा श्रोतः अस्ति श्रुतः अस्ति श्रुतवान् अस्ति सम्यक् सम्यक् तर्हि एतादृशानि तत्र उदाहरणानि सन्ति खलु ये प्रत्ययाः ये प्रत्यये इति धातुतः आगच्छन्ति खलु इत्युक्ते तुमन् वा तव्यत् वा अनियर् वा तृच् वा कृत्वा एतत् सर्वं करन् खलु. परन्तु किञ्चित् तद्धितान्तप्रत्ययः कीदृशः अस्ति स्मरन्ति वा तद्धितप्रत्ययः इत्युक्ते अण् वा डक् वा नेयि वा मतुक् वा नूल् नूल् अपि अस्ति वा तत्र नूल् नूल् तत्र तत्र अस्ति अत्र नास्ति नूल् कृत् प्रत्ययसम्बन्धः इत्युक्ते हा हा हा इत्युक्ते तत्र वहति चेत् वाहकः इति भवति खलु रक्षति चेत् रक्ष अधिकं नूल् इति रक्षकः गै अधिकं नूल् इति गायकः एतादृशं भवति. तत्र पठ् धातु अस्ति चेत् नूल् कुत्र भवति पाठयति इति भवति पाठी अधिकं नूल् तर्हि पाठकः इति भवति नूल् प्रत्यये तर्हि नूल् प्रत्यये इति नूल् प्रत्यये धातुतः इकारः नागच्छति महोदय गायते गायकः इति नयति नायकः इकारः इति नास्ति महोदय इट् संज्ञा इति न भवति हा इट् संज्ञा इति न भवति हा भवान् सम्यक् उक्तवान् परन्तु तत्र इट् संज्ञा न भवति इट् संज्ञा इकारः यदि दृश्यते उपसर्गतः आगच्छति एव धातुतः न यथा बेशी इति धातुः अस्ति चेत् बेशकः परन्तु परिवेशकः परि इति उपसर्गः एव परिवेशकः इति भवति एतादृशं परन्तु ततः साक्षात् धातुतः इति इत् संज्ञा इति न भवति परन्तु तृच् प्रत्यये भवति तृच् प्रत्यये निश्चयेन भवति इति अस्ति अस्तु तत्र तद्धितप्रत्यये किं भवति तत्र तद्धितान्ताः तत्र धातुतः वा धातुतः इति नास्ति खलु तद्धितान्तधातुतः इति नास्ति खलु इति भिन्न धातुतः भवति कानिचन सर्वं तादृशं नास्ति सर्वं तादृशं नास्ति इत्युक्ते मतुप् यत् प्रत्ययः अस्ति चेत् मतुप् प्रत्यये किं भवति श्रुतिमान् हेतु हेतुमान् हा बलबलवान् भक्ति भक्तिवान् एतादृशं भवति तत्र भग भगवान् भग अधिकं मतुप् भगवान् इति भवति तत्र ज्ञानाधिकं मतुप् ज्ञानवान् एतादृशं भवति अथवा आरम्भे वयं पठितवन्तः इति अण् प्रत्ययः खलु इत्युक्ते मधु अधिकम् अण् माधवः पाण्डु अधिकम् अण् पाण्डवः इति अथवा धनु अधिकम् अण् दानवः एतादृशं भवति अस्तु तर्हि कुत्र कुत्र इकारप्रयोगः इत्संज्ञा भवति परन्तु बहुत्र अस्माकं क्तान्तप्रत्यये वा अथवा अन्यत् तुमुन्तव्य तृच् एतादृशप्रत्यये इकारस्य आगमनम् अस्माकं दृश्यते एव परन्तु कुत्र भवति कुत्र न भवति इति इत्संज्ञा प्रथमस्वरः पश्यामः चेत् तथा जानीमः किं भवति तत्र अस्तु अस्तु प्रत्ययसम्बन्धे केवलं तत्र अभ्यासम् आवश्यकं किञ्चित् किञ्चित् प्रतिदिनं पञ्चदशनिमेषाः अपि पश्यन्ति चेत् तत्र मनसि आगच्छति एव एतत् प्रत्ययः एतत् आसीत् अथवा प्रत्ययस्य अर्थम् एतदेव इत्युक्ते तव्यत् इत्युक्ते अर्थः कः तव्यत् प्रत्ययस्य विधिव्यवस्था अस्ति तत्र इति साक्षात् आयाति अत्र तृच् प्रत्ययः इति वदामः चेत् जानीमः इति कोऽपि इति कारयति तत् कार्यम् इत्युक्ते कर्ता अस्ति द्रष्टा अस्ति एतादृशं यः ददाति दाता इति मतुप् व्याकरणसम्बन्धे मतुप् प्रत्ययः इत्युक्ते किं सूचयति गुणाधिकारी खलु कोऽपि गुणः अस्ति तस्य अधिकारः यस्मिन् अस्ति तद्भवति मतुप् इति प्रत्ययः बुद्धिमान् गुणवान् एतादृशं कुत्र मान् वान् भवति एतादृशं सम्बन्धे भवति इति अथवा अन्यत् सम्बन्धे तत् केवलं स्थानं दृश्यति मतुप् प्रत्ययः वत् वत् एतादृशं भवति चेत् अन्यत्र बहुत्र अपि दार्शनिक इति ग्रन्थे दृश्यते एव एतादृशं मतुप् प्रत्ययस्य प्रयोगः यत्र स्थानसम्बन्धे अस्ति एव अस्तु सम्यक् समयः अपि जातः इदानीं तर्हि आगामिसप्ताहे तत्र कुशलमहोदय कृपया करिष्यति वा उपस्थापनम् अस्तु अस्तु अस्तु अस्तु समयः जातः अद्य विरमामः आगामिसप्ताहे मिलामः अस्तु धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः